एतमस्तु अन्तरिक्षवासीनां पदानाम् अत्र व्याख्यानं चलति. अन्तरिक्ष नामसूच समुद्र इत्येकं पदं वर्तते. तत्र उत्तरेण समुद्रेण अधरः समुद्रः पार्थिवः समुद्रः सन्दिह्यते इति प्रसङ्गः तत्र चलति. तत्रैव च एका ऋक् उद्ध्रियते इति आसं पुरस्कृत्य इति चलति. हा, पुरातने अस्ति किञ्चित्. किमस्ति? एषा पक्षत्वेन मनुनापि तु उक्ता वर्तते न, एकः पापानि कुरुते फलं भुङ्क्ते महाजनः. मनुना उक्तमस्ति न, एकः पापानि कुरुते फलं भुङ्क्ते महाजनः. तेन ज्ञायते धर्माचरणेन वृष्टिर्भवति इति. धर्माचरणेन वृष्टिरवृद्धा भवति, धर्माचरणेन च वृष्टिर्भवति इति. वृष्ट्या सह सम्बन्धः अधर्मस्य. केवलम् आचारलङ्घनम्. किं सम्यक् नास्ति? अनावृष्टि भवति, अर्थवादत्वेनापि केचन प्रसङ्गाः उत्थापिता भवन्ति. आचार उल्लङ्घनं यदि भवति, धर्मस्य उल्लङ्घनं यदि भवति चेत् महत्कष्टतमं तेन अनुभूयेत इति. अर्थवादापि तत्र भवन्ति. साक्षात् सम्बन्धः रोगैः सह तु साक्षात् सम्बन्धः तत्र दीयते चर्के. अधर्माचरणेन पापाचरणेन गुरूणाम् असेवया रोगाः भवन्ति इति. रोगेषु तु साक्षात् दीयते तत्र। तत्र तु एवं मन्येत, मन्ये यदि अस्माभिः गुरूणाम् अथवा स्वज्येष्ठानाम् आज्ञापालनं न क्रियते चेत्, अनाचारः अथवा अत्याचारः क्रियते चेत् यतो हि अस्माकम् अनुभवः नास्ति चेत् तत्र तु भवितुमर्हति। यथा तथा भक्षणं कृतं, यथा तथा आचारः व्यवहारो वा कृतः, तस्य फलं रोगत्वेन स्यात् इति। तथा अत्र ज्येष्ठभ्रातुः क्रमस्य उल्लङ्घनं, वृष्टेश्च अभवनं मन्ये स्वस्यात् मन्ये अत्र तथैव प्रतीयते। किं नाम अर्थवादैव प्रतीयते। चेदत्र निन्दा वर्तते, निन्दा क्रियते, चेदत्रापि एतस्य लोकाचारस्य उल्लङ्घनं यत् कृतं तस्य निन्दा प्रस्तूयते। साक्षात् तु विधिशास्त्रं नास्ति एतत्, एतत्तु सत्यं। परं यदपि यत्र अनुषङ्गतः विचार्यते तदपि तु यथा तथा तु न वक्तुं शक्यते न। साक्षात् विधिशास्त्रं नास्ति, आचारशास्त्रं नास्ति, तत्तु सत्यं। परम् आचारः कुतश्चित् उद्धृतः अनेन, तदेव स अर्थवादोऽपि गृहीतः। एतस्य तु नास्ति न सर्वथा, एतस्यैव स्यात् अपूर्वत्वेन चेत् त्वयं चोद्यो भविष्यति। तथैव प्रतीयते साक्षात् तु अन्यकः सम्बन्धः स्यात्। उत्वा परम्परया सम्बन्धः स्यात्, यथा अनेन धर्मः आचर्यते तथैव एतस्य अधिकारे या प्रजा भविष्यति तयापि नूनम् अधर्मः आचर्येत चेत्, सर्वत्रापि यदा अधर्माचरणं भविष्यति चेत् तु तत्र परिवर्तनं भविष्यत्येव सर्वत्रापि, यदि परम्परया सम्बन्धः भवेत्। ज्येष्ठं भ्रातरम् अन्तरित्य एषः धर्मः अनेन आचरितः, एषः च सामान्यः जनोऽपि नास्ति, एषः राजा वर्तते। यथा च राजा भवति तथैव प्रजया भवितव्यम्। यदि अयम् अधर्माचारी वर्तते चेत् प्रजापि नूनम् अधर्माचारिणी भविष्यति। परम्परया एषः सम्बन्धः अत्र भवितुमर्हति। सर्वत्रापि यदि अधर्माचरणं भविष्यति चेत् तु नूनम् उत्पातः स्यादेव कश्चित्। उत्वा अन्यत्र तु साक्षात् तु किमपि न दीयते अस्य। अनि एवं भवति व्यवहारिते एवं दृश्यते औषधि गुणगानम यदि क्रियते रोगिणः पुरस्तात् चेत् तस्य औषधस्य लाभः अधिको भवति अरे तेन औषधेन तु पूर्वम् एतादृश एतादृश रोगी स्वस्थः कृतः अतः एवं तत्र क्रियते चेत् तेन तत्र प्रवृत्तिरपि तस्य मनसा भवति अन्यच्च लाभेऽपि तत्र वैशिष्ट्यं दृष्टमस्ति श्रद्धा भवति तत्र तत्र मानसिकी वृत्तिस्तत्र भवति यदि व्यावहारिकः अथवा भावनात्मकः पक्षोऽपि तत्र वर्तते एवमेव कञ्चित् प्रति कथ्येत अरे एतत् कार्यं कर्तव्यमस्ति चेत् कदाचित् सः न कुर्यात् परं यदि तत्र हेतुपुरस्सरम् उच्येत चेत् तत्र चेत् फलं तद् लब्धं यत् तस्य स्वास्थ्यं कार्यम् आसीत् तेन स्वास्थ्यं लब्धम् इत्येव फलमासीत् तस्य न न प्रवर्तते न प्रायेण यथा अनेका घटना सन्ति तादृश्या तत्त्वेन संसारः न चलति प्रायेण परोक्षप्रिया इव हि देवा चेत् तत्र स्वमतप्रस्तुतये सर्वेपि कुर्वन्ति एव तथा एकोऽहं बहु स्याम् इति तु स्वाभाविकी वृत्तिर्वर्तते सर्वेष्वपि असत्यं किमुच्यते असत्यं तथात्वेन अकथनम् असत्यमिति उच्यते यथा नास्ति तथा कथनम् तदसत्यमिति उच्यते यदि च यद्वस्तु यथा वर्तते तस्य तथा कथनेन तत्र वैपरीत्यमेव जायते चेत् तत्र किं कर्तव्यमस्ति यथा एका घटना ऐतिहासिकी सत्या च वर्तते यदा आन्दोलनं चलति स्म आर्यसमाजिभिः शुद्धि आन्दोलनम् शुद्धि आन्दोलने तत्र स्वामीवर्यः श्रद्धानन्दमहोदयः अन्ये च अस्माकं जिज्ञासु गुरुवर्महोदयः ब्रह्मजिज्ञासुवर्यः एते सर्वेपि संलग्नाः आसन् तत्र क्वचित् स्थाने ते कारयन्ति स्म स्वामी श्रद्धानन्दमहोदयः शुद्धिं कारयन्ति स्म केषाञ्चन जनानां चेत् तत्र पूर्वं विश्वानिदेव इति ये अष्टौमन्त्राः सन्ति तेषां पाठः आरब्धः एव आसीत् तैः चेत् तेन पाठेनैव अरे ते तु आर्यसमाजिनः सन्ति उक्त्वा किमपि उक्त्वा तत्र आन्दोलनं प्रवृत्तं चेत् तत्र एते गतवन्तः किं नाम जिज्ञासुवर्याः चेत् ते पृष्टाः स्वामिवर्या अरे किमभूत् स्वामिवर्य एवमेवं स्थितिर्वर्तते इति अस्तु अहं किमपि करोमि एतैः किं कृतं तत्र अष्टौ मन्त्राः एव उच्चार्याः आसन् चेत् विपरीतक्रमेण तत्र उच्चारिताः मन्त्राः पूर्वमग्नेन सुपुताराय पुनश्च स नो बन्धु इत्यादि सर्वेपि शान्ता जाता चेत् तत्र अभद्रमाचरितं किञ्चित् तैः कदाचित् यतोहि प्रवृत्तिः महापुरुषाणां या भवति सुधारकाणां वा भवति अथवा अन्यस्य कस्यचिदपि श्रेष्ठजनस्य प्रवृत्तिर्भवति चेत् तस्य कनिष्ठस्य सामान्यस्य वा सुधाराय प्रवृत्तिस्तत्र भवति यथापि तत्र परिवर्तनं भवेत् तथा तत्र क्रियते एव यथा कालं तत्र परिवर्तनमपि क्रियते एव चेत् तत्र असत्यमिति तु न वक्तुं शक्यते मात्रा उच्यते गुडस्तिष्ठति गृहे पुनरपि बालेन पृष्टे सति वक्ति असौ गुडः नास्ति गृहे यतो हि असौ जानाति यदि अत्र सत्यकथनं भविष्यति चेत् सः रोगी भविष्यति सर्वत्रापि एकेनैव किं नाम उपायेन कार्यं न चलति, अनेके उपायाः तत्र आश्रयितव्याः भवन्ति। तत्र औषधानामपि प्रयोगः यथाबलं क्रियते, एकमेव औषधं सर्वत्र न सर्वेभ्योऽपि रोगिभ्यो न चलति, यथाबलं तत्रापि प्रयोगः क्रियते। एवमत्र तर्कः न प्रदातव्यो भवति, यथा एते सन्ति तथैव, ते दुष्टापि सन्ति, ये दुष्टाः इति स्वीक्रियन्ते समाजे न चेत् तथा तु न, यतोहि तेषां प्रवृत्तिनिमित्तं भिन्नं भवति। कथं नाम समाजे शान्तिः स्यात्, एते कथम् अशान्ता भवेयुः, मृता भवेयुः, दुःखिनो भवेयुः इति महापुरुषाणां च प्रवृत्तिर्भवति, इति शान्ताः सुखिनो वा कथं भवेयुः इति तथा कृत्वा क्रियते। अस्तु अग्रे चलामः। यतेन उक्तं राज्यं तु न स्वीकरिष्यामि, देवापि न उक्तं, तव पुरोहितः भूत्वा वृष्टियागं कारयिष्यामि, येन तव राज्ये सुखं भवेत्, वृष्टिर्भवेत् इति। एतत्र ऋगुच्यते आर्षिषेणः एतेषाम् इतिहासानाम् उपरि, येऽप्यत्र इतिहासा आगमिष्यन्ति आगच्छन्ति च निरुक्ते, तेषाम् उपरि विद्वद्भिर्बहुल्लिखितं वर्तते। तत्र रामलालकपुरट्रस्ट्तः अपि अनेकाः लघुपुस्तिकाः प्रकाशिताः सन्ति एतेषाम् उपरि, अन्यच्च रघुवीरवेदालङ्कारमहोदयः सन्ति दिल्लीवास्तव्याः, तैरपि वैदिक इतिहासार्थ निर्णय वैदिक इतिहास विमर्श इति पुस्तकं लिखितं वर्तते, अन्यच्च पण्डित शिवशङ्कर काव्यतीर्थ एकः विद्वान् आसीत् पूर्वम् अतीव, एतेनापि वैदिक इतिहासार्थ निर्णय इति, अन्यच्च अनेरपि विद्वद्भिः तत्र तत्र अनुषङ्गतः एतेषामपि उपरि प्रकाशः प्रदत्तो वर्तते, तेऽपि अध्येतव्याः। आष्टिषेणो होत्रं ऋषिर्निषीदन् देवापिर्देवसुमतिं चिजित्वान् स उत्तरस्मात् अधरं समुद्रम् अपो दिव्या असृजत् वर्ष्या अभि। आष्टिषेणः ऋष्टिषेणस्य अपत्यं, पुत्रः आष्टिषेणः, ऋष्टिषेणः भवति यस्य सेना सर्वथापि गतियुक्ता भवति, सः ऋष्टिषेणः। तत्र कर्मणि यः प्रवृत्तः सः तत्र तस्य पुत्रः आष्टिषेणो भवति, पार्थिवो अग्निः इति स्वीक्रियते। होत्रं स ऋषिः, होत्रं होत्रकर्म यागकर्म यागकर्मणि वा, स ऋषिः निषीदन् तत्र स्थितवान् यागकर्मकरणाय, निषीदन् कः देवापिः, देवापिः सः वर्तेत यः देवान् आप्नोति, देवैः सह यस्य साङ्गत्यं वर्तते तादृशः। देवसुमतिं चिकित्वान् देवानां या कल्याणकारिणी मतिः वर्तते, बुद्धिर्वर्तते, या अनुकूलता वर्तते, तां स चिकित्वान् जानाति। तदा एतेषां देवानां, ये वृष्ट्यनुकूलाः देवाः सन्ति प्रकृते प्रसङ्गे, तेषां कल्याणकारिणी मतिर्भवति भविष्यति वा इति असौ जानाति। तत्र न्यायभाष्ये एव एकः प्रसङ्गः आगतः अस्ति न, केन निमित्तेन किञ्चित् कर्म विगुणं भवति, यथा यागादौ एव यज्ञस्यैव तत्र पुत्रेष्टे अथवा वर्षेष्टे तत्र प्रसङ्गदत्तो वर्तते, तत्र कर्मणः दोषः न गण्यः, तत्र गणयितव्यः यत् एतत् सफलं नास्ति अपि तु तत्र क्वचित् स्वस्मिन् कर्मण्येव अनवधानता वा न्यूनता वा अपरिपूर्णता वा वर्तते इति सर्वमपि तत्र विवेचनीयं भवति. तत्र मन्त्रे वा अथवा यदपि तत्र साकल्यं भवति तत्र वा अथवा काले सर्वमपि तत्र सुष्ठुतया प्रयुक्तं स्यात् चेत् द्विगुणं कर्म न भविष्यति न्यूनम्. तेषां कर्म कर्तृसाधनवैगुण्यात् कर्मणः वैगुण्यात् कर्तृवैगुण्यात् अथवा शक्तिवैगुण्यात् कस्यापि वैगुण्यं भवितुमर्हति कर्मणः असाफल्ये चेत् तत्र तदा द्रष्टव्यं भवति. सहसैव असफलतां दृष्ट्वा न वक्तव्यं भवति एतत्तु अरे एवमेव वर्तते व्यर्थं वर्तते इति चेत् स एव तत्र प्रवर्तेत यस्य एतज्ज्ञानं वर्तते. कस्य? देवसुमतिं चिकित्वान् इति उच्यते. कदा नु देवानां सुमतिर्भवति कस्मिन् कर्मणि? अर्थात् कस्मिन् काले के देवाः कस्मिन् कर्मणि प्रवृत्ता भवन्ति एतत् अस्माभिर्यदि ज्ञायेत अन्यच्च तदनुकर्म क्रियेत चेत् नूनं लाभः लभ्येत एव. स तादृशः वर्तते. स च देवापि स्यात् ऋषिः स्यात् चेत् सः ऋषिः यदा तत्र यागकर्मणि प्रवृत्तः देवानामाप्त्या देवानां च सुमतिं कल्याणकारिणीमतिं विदित्वा तत्र प्रवृत्तः चेत् स उत्तरस्मात् अधरम्. एकः उत्तरः समुद्रः अपरश्च अधरः समुद्रः पृथिव्यां वर्तते. ते समुद्रम् अपो दिव्या या दिव्या आपः सन्ति दिवि भवः या आपः सन्ति ताः असृजत्. यः उपरि अन्तरिक्षे समुद्रो वर्तते ततः अधरं समुद्रं प्रति निम्नं समुद्रं पार्थिवं समुद्रं प्रति अधर इति वा ऊर्ध्व इति वा उत्तर इति वा सर्वथापि सापेक्षो व्यवहारः. यतोहि वयम् अत्र स्थित्वा चिन्तयामः. समुद्र अन्तरिक्षे यत्र अन्तरिक्षे जलानि तिष्ठन्ति आपः तिष्ठन्ति तत्र दिव्या अप एवम् अपाम् अप्त्वमपि अन्तरिक्षे वर्तमानानामेव वर्तते. यतोहि अत्रापि आप्लि व्याप्तौ चेत् येषां यासां तत्र व्याप्तिर्वर्तते चेत् सूक्ष्मा या आपः सन्ति तत्र वर्तते तस्य प्रवृत्तिः. तासामेव पानादि श्रेष्ठं मन्यते तासामेव वर्णं प्रायेण सर्वत्रापि वर्तते पार्थिवजलापेक्षया तासां श्रेष्ठत्वं स्वीकृतं वर्तते. या दिव्या सन्ति ता असृजत् वर्ष्या अभि वृष्टिं प्रति. अस्य निर्वचनादिकम् अत्र प्रदर्श्यते अस्मिन्. आष्टिषेणः कः? आष्टिषेणः ऋष्टिषेणस्य पुत्रः. ऋष्टिषेणस्य पुत्रः आष्टिषेणः. ऋष्टिषेणः कः भवति? इषितसेनस्य. इषिता सेना यस्य सः इषितसेनः. यस्य सेना सर्वथापि इषिता भवति गतिमती भवति गतिशीला भवति सर्वत्रापि गतौ तिष्ठति सः इषितसेनः वर्तते. सेना का भवति? सेना सेश्वरा. ईश्वरेण इनेन सह वर्तते इति सेना. इन शब्दः राजनी वर्तते तेन सह वर्तते इति सेना. अत एव उच्यते सेना सेश्वरा. उत्वा गत्यर्थकात् धातोरपि इणधातोरपि सेनाशब्दः साध्येत समानशब्दस्य च सभावः समानगतिः. समाना गतिर् यस्य समानगतिः सेना. यदा काचित् सेना चलति चेत् तस्याः गतिः समाना भवति एका एव भवति नूनम्. अतः समानगतिः सेना. पुत्रशब्दः आगतः. को नाम पुत्रः? पुरुत्रायते. सर्वतोपि रक्षणं करोति पितुः, यतो हि पुत्रभावः पितरं प्रत्येव वर्तते, यो हि यस्य पिता वर्तते, पिता इति पालको वा रक्षको वा, पुरुषब्दः आधिक्येऽपि वर्तते, आधिक्येऽपि वर्तते, पुरु त्रायते इति पुत्रः, सर्वत्राप्यसौ रक्षणादिकं करोति, अतः स पुत्रः उच्यते। निपर्णाद्वा तृप्तिं करोति चित्रादेहे सर्वथापि, भोजनादिना तृप्तिं करोति, दुर्गेण दीयते पिण्डदानादिनापि हसौ पितृभ्यः, पितृन् तत्र तर्पयति, निपृणाति ददात्यसौ पिण्डान्। पिण्डशब्दोऽपि अन्ये वर्तते, पिण्डशब्दः अन्येऽपि आगच्छति, पिण्डशब्दः शरीरेऽपि आगच्छति, यद्ब्रह्माण्डे तत् पिण्डे तदेवश देवजन्यम्। अन्यच्च पिण्डशब्दः ग्रामार्थेऽपि आगच्छति, अत्र पञ्जाबप्रान्ते पिण्डशब्दः ग्रामे ग्रामार्थे प्रयुज्यते, सपिण्ड इति सग्राम, यः सग्रामो भवति सः सपिण्डः इति उच्यते। किमस्ति? उभयत्रापि भविष्यति, पुत्रशब्देन समुद्रशब्देन पार्थिव एव न गृह्यते, अन्तरिक्षनामसु पठितः वर्तते समुद्रशब्दः, अत्र केवलं पार्थिव एव समुद्रः नास्ति, अन्तरिक्षोऽपि समुद्रः वर्तते, तस्मात् आपः अत्र आगच्छन्ति, अतः सोऽपि समुद्रः इति उच्यते। अस्माकं व्यवहारः प्रायेण प्रत्यक्षदृष्टेषु वस्तुष्वेव भवति, यैः सह अस्माकं साक्षात् सम्पर्कः वर्तते, प्रायेण तेषामेव व्यवहारः वर्तते अस्माकं कृते, उत्वा तेषामेव सत्ता वर्तते। अन्ये तत्र न भवेत् वा अन्तरिक्षसमुद्रे? चेत् तत्रापि भवेयुः, भूतानि तु सर्वत्रैव वर्तन्ते, प्राणिनस्तु सर्वत्रापि वर्तन्ते, एतादृशाय प्राणिनः सर्वत्रापि भवेयुः इति आग्रहो न भवेत्। यथात्र पृथिव्यां दृश्यन्ते तैव तादृशाय प्राणिनः सर्वत्रापि भवेयुः तथा आग्रहो न भवेत् अस्माकम्। प्राणिनोऽपि तु सर्वत्रापि वर्तन्ते, यत्र यत्र यादृशी परिस्थितिः वर्तते तत्र तत्र तादृशाः प्राणिनः सन्ति एव। जननी कृते किमर्थं न चेत् तस्याः प्रतिषेधस्तु अत्र न वर्तते, पुत्र नहीं तत्तु अस्ति, परं पिता कः वर्तते? यदा यौगिक्यां वृत्तौ वयं पश्यामः चेत् यः कश्चिदपि रक्षति स पिता भवति, गुरुर्वा स्यात्, आचार्यो वा स्यात्, जनको वा स्यात्, जननी वा स्यात्, औषधं वा स्यात्, ईश्वरो वा स्यात्, वायुर्वा स्यात्, सूर्यो वा स्यात्, एते सर्वेऽपि अस्माकं पितरः सन्ति, यश्च तैः पाल्यते सः पुत्रः, तस्य च कर्म वर्तते एतेषां सर्वेषामपि रक्षणम्। यथा हि ते तस्य पालनादिकं कुर्वन्ति तथैव अस्यापि कर्तव्यं वर्तते, यद् अयमपि तेषां रक्षणादिकं कुर्यादिति। रूढिः ही वृत्तिया प्रायेण दोषाः आगच्छन्ति। यतो हि रूढौ अस्माकम् अभ्यासो वर्तते, अन्यच्च रूढौ किं भवति, शब्दस्य अर्थसङ्कोचः भवति प्रायेण। प्रायेण किं भवत्येव, क्वचित् व्यक्तिविशेषे, क्वचित् पदार्थविशेषे वा, तथा तत्र सर्वत्रापि सङ्कोच एव जायते, अतः एषः दोषः उद्भवति तत्र। अस्तु, पुरुत्रायते निपर्णाद्वा सर्वथाप्यसौ तृप्तिं करोति, तेषाम् अनुकूलं यदपि पदार्थजातं वर्तते तद्दत्त्वा तत्र सेवादिकं कृत्वा तेषां तृप्तिं करोति चेत् निपर्णात् पिपर्ति इति पुत्रः, पुरुत्रायते इति पुत्रः, अन्यच्च पिपर्ति इति पुत्रः, उत्वा पुन्नाम नरकम्, पुन्नरकम्, पुत् इति नरकं वर्तते, ततस्त्रायते इति वा चेत् पुतः त्रायते इति पुत्रः, पुत् इति नरकमुच्यते। नरकं किं तत्र भवेत्, या चर्मा अवस्था वर्तते सा सर्वेषामपि प्राणिनां कृते नरकस्थितिरिव गण्यते। चर्मास्थितिः यत्र हि सर्वमपि साधनं शिथिलं भवति, शरीरं शिथिलं भवति, तत्र भर्तृहरिणापि तु तस्याः अवस्थेः अवस्थायाः वर्णनं कृतं वर्तते न, वक्त्रं च लालायते इत्यादिकं तत्र वर्ण्यते न, तन्न वर्तते, गात्रं सङ्कुचितं तत्र वर्णितं वर्तते, चेत् तत्र नरकमित्येव वर्तते, तस्य कृते एव भाषायां लोकाचार्ये किं प्रयुज्यते, बुढापा, बुढापा इति बुरा आपा, बुरा आपा, आत्मानमेव सः दुष्टत्वेन गणयति, अरे सर्वतोपि कुत्सितः अहमेव अस्मि इति, बुरा आपा। युवादशां तु दशायां तु अन्यान् असौ तथा गणयति, परं वृद्धावस्थायाम् आत्मानमेव तथा आकलयति असौ, सर्वतोपि खिन्नो भवति, खिन्नैव जायते। अस्तु, पुन्नाम नरकं ततस्त्रायते चेत् तत्र यः पुत्रो भवति सः रक्षको भवति सर्वथापि। किमिति नै व्यवहारेण जायते, अन्यत् किमस्ति, कुतः कुत्र हि त्रायेत, मन्ये के पितरः सन्ति, कदाचित् तेषां रक्षणम् अनेन क्रियते इति व्याख्यायेत, तदैव आधिक्येन तत्र आवश्यकतानुभूयते। युवादशायां तु प्रायेण तत्र आवश्यकतायाः अनुभूतिर्न भवति, तत्रैव आवश्यकता भवति। रक्षणमेव भवति, ततः पतनादिकं न भवति, अथवा तत्र उपदेशकैरपि उच्यते न, न बिस्तर हमसे उठता है, न हम बिस्तर से उठते हैं, किं किम् उच्यते न तैः। किञ्चित् आच्छादनादिकं खट्वात अधः पतितं चेत् तदुत्थापनेऽपि असामर्थ्यं जातं, यतोहि स्वस्यैव उत्थापने असामर्थ्यं वर्तते चेत् वस्त्रादिकं कथम् उत्थाप्येत इति तस्याः स्थितेः वर्णनं तत्र अतीव दैन्यैः शब्दैः कृतो वर्तते चेत् सा एव अवस्था वर्तेत, अन्यत्र तु तथा न भवति। यावत् रक्ते उष्णता भवति तावत्तु अन्यस्य कस्यचित् गणना एव न क्रियते, अन्योपि कश्चित् जनः संसारे तिष्ठति इति, शिथिलतायां जातायामेव सर्वेपि गण्यन्ते। अस्तु, पुन्नरकं ततस्त्रायते इति वा, होत्रं होत्रकर्म ऋषिः निषीदन्, सः ऋषिः होत्रकर्मणि निषीदन् स्थितवान्, स्थितः। ऋषि का उच्यते ऋषिर् दर्शनात्, यतो हि सर्वे सर्वानपि अतिक्रम्य सौ पश्यति चेत् यः तस्मिन् कर्मणि दक्षो वर्तते, सिद्धा वर्तते, तत्र योग्यो वर्तते, स एव ऋषिरिति उच्यते। लोके भी उच्यते जहां न पहुंचे रवि वहां पहुंचे कवि इत्यादि का उच्यते, अर्थात तस्य बुद्धि अति व सूक्ष्ममपि विषयं पश्यति तत्र, अन्य तथा न पश्यन्ति, न विचारयन्ति, न गृह्णन्ति, अतः स ऋषिरिति उच्यते दर्शनात्। एवं तो सामान्येन सर्वेपि पश्यन्त्येव, पुनरप्यते दर्शनादिति हेतुर् दीयते, महाभाष्ये उच्यते, अन्यत्रापि पूर्वं विचारितमेव, आख्यातजानि नामानि इत्यस्मिन् पक्षे यदा विचार्यते स्म, क्वचित् कस्यचित् अर्थस्य प्रसृततरा गतिर्भवति चेत् सर्वत्र असौ गतिर्न भवति, भवत्यपि चेत् तस्य गणना न क्रियते चेत् दृष्टिः केषाञ्चिदेव भवति, सर्वेषां दृष्टिर्न भवति, प्रायेण सर्वे तु अन्येषां दृष्ट्यैव कार्यं कुर्वन्ति, यथा अन्ये चलन्ति तदनु अन्येऽपि चलन्ति एव, यथा ज्येष्ठा चलति श्रेष्ठा चलति तदनु अन्येऽपि केवलम् अनुचरा भूत्वा तत्र भवन्ति चलन्ति, स्वकीयदृष्टेः उपयोगं तत्र न कुर्वन्ति, केवलं तत्र अविचालेन चलन्ति। अतः ऋषयः सर्वेऽपि न भवन्ति ऋषिर्दर्शनात्, यस्य स्वकीया दृष्टिर्भवति स एव ऋषिः इति उच्यते। अन्यच्च अन्योपि हेतुर्दृश्यते प्रदर्श्यते अत्र, स्तोमान् ददर्श इत्यौपमन्यवः, औपमन्यवः नैरुक्तः तथा मन्यते यत् यः स्तोमान् ददर्श एतेन दर्शनेन ते ऋषयः सम्पन्नाः, तत्र ऋषित्वं जातम् स्तोमदर्शनेन मन्त्रदर्शनेन। अस्मिंश्च स्वकीय मते असौ तत्र एकं प्रमाणमपि ब्राह्मणग्रन्थस्य प्रदर्शयति, तद्यद् एनान् तपस्यमानान् ब्रह्म स्वयंभू अभ्यानर्षत् तऋषयो अभवन् तदृषीणां ऋषित्वम् इति विज्ञायते इति तैतिरीयारण्यके दीयते। एतत् तद् यत् तत् तो यत् जो एनान् इन् एते ये ऋषयः के तपस्यमानान् तपसि वर्तमानाः आसन् तपश्चरन्तः आसन् चेत् ब्रह्म इति वेदः उत्वा ईश्वरो वा स्वयंभू यः स्वयमेव भवति, अन्यानि जानानि यानि नैमित्तिकानि सन्ति अस्मादृग्भिः यानि प्राप्यन्ते तत्र कश्चित् अन्यः तस्य दाता भवति अथवा निमित्तं भवति, परम् एतत् ज्ञानं तु स्वयंभू वर्तते स्वयमेव भवति तेषाम् अर्हायां प्रज्ञायां सत्त्वप्रधाना या बुद्धिर्भवति तत्र स्वयमेव भवति, अन्यत् किञ्चित् निमित्तं नास्ति। अभ्यानर्षत् प्रत्यक्षी अभूत् तत्र तऋषयो अभवन्, अत एव एतेन प्रत्यक्षेन एतेन स्वयंभोः तत्र उपलब्ध्या एतया उपलब्ध्या तै ऋषयः अभवन्, एतदेव च तद् ऋषीणां ऋषित्वम्, येषां ऋषीणां ऋषित्वमपि तदेव वर्तते इति अविज्ञायते इति विज्ञानमत्र ऋषीणां ऋषित्वे वर्तते इति। अस्तु, देवापि देवापि शब्दः अत्र आगतः, देवापि कः वर्तते, देवानाम् आप्त्या, देवानाम् आप्तिं यः कर्तुं योग्यो वर्तते सः देवापिर्वर्तते, देवानां साङ्गत्यं कर्तुं देवानां परिचयं प्राप्तुं, के देवाः कीदृशाः कस्मिन् काले कदा किं च कार्यं कर्तुं क्षमाः सन्ति इति सर्वमपि यः जानाति सः देवापि इति उच्येत। देवापि देवानाम् आप्त्या, स्तुत्या च, स्तुतिमपि तु असावेव कर्तुं क्षमो वर्तते न, यः कस्यचिद् विषये जानीयात्, यः जानीयादेव न चेत् तस्य गुणकीर्तनं कथं हि नाम कर्तुं पार्यते सः। स्तुत्या च अन्यच्च प्रदानेन च यद् यस्मै रुचितं वर्तते तत् तस्मै दीयते तेन प्रदानेनापि च स देवापि। किमसौ कृतवान् देवसुमतिं, देवानां या सुमति कल्याणकारिणी मतिर्वर्तते ताम, देवानां कल्याणी मतिम, देवानां या कल्याणकारिणी मति वर्तते ताम चिकित्वान् ज्ञातवान् चेतनावान्। तदा सः किम अकरोत्? स उत्तरस्मात् अधरम समुद्रम, उत्तरो यः समुद्रः वर्तते तस्मात् अधरम पार्थिवं समुद्रं प्रति। उत्तर शब्दः अत्र आगतः, उत्तरः कः वर्तते? उत्तरः उद्धततरः, ऊर्ध्वतरो वर्तते असौ, आधिक्येन उठा हुआ इति उच्येत चेत् उत्तरः इति उच्येत। उद्भवति उत्तरः उत्तमः, तरप्रत्ययो वर्तते अत्र। उद्गततरः उत्वा उद्धततरः, उद्धततरः उद्गततरः, हन्धातुरत्र गमने एव वर्तेत चेत् उद्धततरः उद्गततरः उत्तरः भवति, अत एव उत्तरः इति उच्यते। अधरः शब्दः आगतः, अधरः कः भवति? अधो रो, अधः यस्य अरः गतिर्भवति रिगतौ चेत् अधः अरः यस्य सः अधरः, अधो रो अधरः। अस्तु अधो कः भवति चेत् अधो इति उच्यते न धावति, न धावति इति अधः चेत् न धावति इति अग्रे न गच्छति, अग्रे न गच्छति चेत् तत्रैव तिष्ठति उद्वा पृष्ठे वा गच्छति, अत एव उच्यते ऊर्ध्वगति प्रतिषिद्धा। न धावति इत्यनेन ऊर्ध्वगतेः प्रतिषेधः अत्र कृतो वर्तते, अतः स अधः उच्यते। तत्र च यस्य गतिर्वर्तते सः अधरो वर्तते, स च अत्र पार्थिवः समुद्रो वर्तते। तस्य भूयसे निर्वचनाय उत्तरादिक वर्तते एतस्यैव भावस्य, अन्यच्च अधिकं निर्वचनाय अग्रिमारी च प्रस्तूयते। यद्देवापि हि शन्तनवे पुरोहितो होत्राय वितः कृपयन्नदिधेत्, देवश्रुतं वृष्टिवनिं रराणः बृहस्पतिर्वाचमस्मै अयच्छत्, अस्मा अयच्छत्। ततः किमभूत्? स देवापि हि शन्तनवे, यः शन्तनुः तत्र वर्तते, शन्तनुः कः वर्तते इति अग्रे एव अनुपदं वक्ष्यते अनेन। यस्मै कृते, यस्य कृते सः तत्र होत्रं होत्रित्वं वृतवान् आसीत् सः, तस्मै पुरोहितः होत्राय वृतः, होत्रकर्मणे असौ वृतः तत्र वर्तते चेत् तत्र किं कृतवान्? कृपयन्, कृपां कुर्वन् तत्र अदिधेत्, ध्यानं कृतवान्, अचिन्तयत्, चिन्तनं कृतवान्, ध्यानं कृतवान्। किमिति चेत् देवश्रुतम्, यत् किल देवैः श्रूयेत तत् तादृशं वचनं। किं तद्वर्तते? वृष्टिवनिम्, येन वचनेन वृष्टिः वन्येत तत्र याच्येत, वृष्टेः याचनानुकूलं यद्वचनं वर्तते तत्। किं कृतवान्? रराणः, रराण इति शब्दायमानः उच्चार्यमानः सः, उत्वा रराण इति शब्दं कृतवान् उच्चरितवान्। बृहस्पतिः ततः यदा श्रुतवान् एतं शब्दं बृहस्पति, वाचम् अस्मै अयच्छत्, अस्मै इति देवापिर्यः वर्तते पुरोहितः, तस्मै सः वाचम् अयच्छत्, अर्थात् विद्युद्रूपाय वाग् वर्तते ताम् अयच्छत् अस्मै, अर्थात् वृष्टे स्वीकृतिस्तत्र प्रदत्ता, वृष्टे जायते इति। शन्तनुः कः वर्तते? शन्तनुः शं तनो अस्तु, रोगाः सन्ति ये तनो शमस्तु, कल्याणमस्तु इति यः वक्ति सः शन्तनुरिति। शम् अस्मै तन्वास्तु इति वा, तन्वा शरीरेण, अस्मै तनु अस्मै शम् अस्तु, कल्याणम् अस्तु इति शन्तनुः इति वा। तस्मै वा पुरोहितः, पुरोहितः क उच्यते? पुर एनं दधति, पुरः पुरस्तात् पूर्वं वा, एनं यं कञ्चिदपि दधति धारयन्ति इति स पुरोहित उच्यते, सर्वतोपि पुरोहित ईश्वर भवति, अग्निमीळे पुरोहितम्, सूर्योपि पुरोहित अग्निदृष्ट्या भवति, पूर्वस्यां दिशि असौ धीयते अन्येभ्यः, पुरैनं ददति होत्राय वृतः होत्रकर्मणि, असौ वृतः सन् कृपायमाणः कृपामाचरन् अन्वध्यायत् अदिधेत्, अदिधेदिति अन्वध्यायत् व्यचिन्तयत्, चिन्तनम् अकरोत्, ध्यानम् अकरोत्। देवाश्रुतं, देवश्रुतं किं वर्तते? देवा एनं शृण्वन्ति, अस्य वाक् तादृशी वर्तते यद् देवा अपि एनं शृण्वन्ति। आशिषि वर्तते, अत्र स्पष्टतोटि सञ्जायामिति, अत्रापि आशिषि इति वर्तते चेत् तत्र तादृशी योग्यता अस्य ऋत्विजः स्यात्। सर्वमपि कर्म तेन सुज्ञातं स्यात्, कः ऋषिः, का देवता, छन्दः, स्वरः, हविः, कालः, एतानि यानि वेदाङ्गानि वर्तन्ते चेत् मन्त्राणां ये अवयवाः सन्ति बोधने, तस्य विनियोगे वा तस्यैव परिचयं कारयन्ति। कल्पो वा भवेत्, ज्योतिषं वा भवेत्, अन्यत् वा किञ्चित् भवेत्, तेषां सर्वेषामपि तत्र उपयोगो वर्तते। यदा एतादृशी स्थितिः उत्वा योग्यता ऋत्विजः कस्यचित् भवति चेत् नूनं तत्र कर्म सफलं भवत्येव, न तत्र काचित् विचिकित्सा कार्या। अत एव उच्यते देवा एनं शृण्वन्ति, एतादृशी योग्यता अत्र वर्तते देवापये, देवापौ यत् एनं शृण्वन्ति ते देवा। वृष्टिवनिं वनुयाचने, वृष्टियाचिनं यत्र वृष्टे याच्ञा वर्तते, रराणः रण शब्दे चिरातिरभ्यस्तः, राधातोरेव अभ्यासः अत्र वर्तते। बृहस्पतिर् ब्रह्मा आसीत्, स ब्रह्मा वर्तते। सो अस्मै वाचम् अयच्छत्, सः बृहस्पतिः अस्मै वाचम् अयच्छत्। पण्डित भगवद्दत्तैस्तु विचार्यते अत्र बृहस्पतिरिति एको ग्रहो वर्तते, तस्यापि नूनं तत्र भूमिका वर्तते इति। वृष्टौ का च भूमिका इति तु न जायते, तत्र अनुसन्धातव्यमस्ति इति। सङ्केतास्तु बहवः कृता वर्तन्ते तैः भगवद्दत्तवर्यैः, क्वचित् स्फुटतापि, क्वचित् सिद्धान्ते स्यात् चेत् वरं स्यात्। तत्र एतेषामेकम् अन्यदपि पुस्तकं वर्तते वेदविद्यानिदर्शनमिति, तत्र केचन सिद्धान्ताः स्पष्टीकृतापि वर्तन्ते। वेदविद्यानिदर्शनम् अध्येतव्यं तत् पुस्तकम्, उपयोगित्वेन वर्तते। पुराणेषु अपि अनेकेषु तथा वर्तते, यथा वायुपुराणे वा अग्निपुराणे वा, तथा पदे पदे वर्णनं कृतं वर्तते। एतैः वायुपुराणस्य अपि अतीव उपयोगः तत्र तत्र गृह्यते। पण्डित भगवद् वायुपुराणस्य तु अतीव साह्यम् इत्यपि गृह्यते पदे पदे। किमिति? यास्क युग की वेदांत शैली, कह लेखक भवेत्। अस्तु, तत्र प्रकाशितं तत्र वर्तते, अस्तु अस्तु अस्तु, शोभनमेव भवेत्। यतोहि चमोपति महाभागस्यापि अध्ययनम् अन्यच्च विचारे अतीव गाम्भीर्यम् आसीत्। तत्र अनेके तेषाम् अनेके ग्रन्थाः सन्ति पठितव्या, लेखकोऽपि अस्ति अतीव दक्षः आसीत् सः विचारकः अपि अतीव वाचमयच्छत् बृहत् उपव्याख्यातम् उपव्याख्यातम् इति पदं तथैव वर्तते यथा उपेक्षितव्यं वर्तते उपेक्षितव्याः उपगम्य समीपतः व्याख्यातम् इति बृहत् शब्दस्य व्याख्यानं बृहत् इति महतो नामधेयं परिवृढं भवति चेत् आरम्भे एव तद् व्याख्यातम् आसीत् चेत् एतानि अन्तरिक्षनामान्यभूवन् तत्र समुद्रस्य अन्तरिक्षपदस्य तु व्याख्यानं निर्वचनमेव कृतं समुद्रपदस्य तु तत्र उदाहरणपुरस्सरं व्याख्यानं प्रस्तुतम् अग्रे आगच्छन्ति अत्र एतेन दुर्गेण अन्ते दीयते पञ्चदशायां पङ्क्तौ नैरुक्तपक्षे ऋष्टिशेणो मध्यमः पञ्चषष्ट्युत्तरतमे शततमे पृष्ठे पञ्चषष्टि उत्तरतमे साधारणनामानि उत्तराणि साधारणानि उत्तराणि इत्येतस्मात् प्राक् नैरुक्तपक्षे ऋष्टिशेणो मध्यमः तदपत्यम् अयमग्निः पार्थिव चेत् आष्टिशेणः इति पार्थिवोऽग्निः आष्टिशेणो देवापि शन्तन्वे सर्वस्मै यजमानाय इति योज्यम् स एव देवापिर्वर्तते शन्तन्वे इति सर्वस्मै यजमानाय सर्वेऽपि यजमानाः शन्तनवः बृहस्पतिर्वाचस्पतिरिति मध्यमः अयं मध्यमो वर्तते स्तनयितनु लक्षणां वाचम् वाच्य वर्तते स्तनयितनु लक्षणा इति अत्र अधिदैवपक्षे एवम् एतेन विचारः कृतो वर्तते ततः पूर्वं मन्त्रनिदानद्वारेण धर्मोऽयमत्र दर्शितो ज्येष्ठे तिष्ठति कनीयसः राज्यप्राप्तिर्धर्मातिक्रमो धर्मातिक्रमे च देवो न वर्धति इति अर्थात् अनिष्टं भविष्यति हानिर्भविष्यति इति साधारणनामानि उत्तराणि साधारणानि उत्तराणि षड्नामानि उत्तरवर्तीनि यानि वर्तन्ते तानि साधारणानि वर्तन्ते कस्य साधारणानि वर्तन्ते चेदुच्यते दिवश्च आदित्यस्य च यत् एकमेव नाम दिव्यपि वर्तते आदित्ये चापि वर्तते अर्थात् आदित्योऽपि उच्यते द्यौश्चापि उच्यते तेन नाम्ना दिवश्च आदित्यस्य च यानि तस्य प्राधान्येन नामानि वर्तन्ते तानि उपरिष्टाद् व्याख्यास्यामः तेषां व्याख्यानम् अग्रे आगमिष्यति अत्र तु साधारणनामानि यानि वर्तन्ते तान्येव प्रस्तूयन्ते व्याख्यास्यामः आदित्यः शब्दः आगतः आदित्यः आदित्यः कस्मात् आदत्ते रसान् आदानकाले उत्तरायणकाले असौ सर्वेभ्योऽपि इतः जनेभ्यः अथवा प्राणिभ्यः अथवा द्रव्येभ्यः पदार्थेभ्यः रसान् आदत्ते शरीरेऽपि रसस्य अल्पता भवति अत एव ग्रीष्मकाले अस्माभिः बहु जलं पीयते पुनः पुनः जलं पीयते अन्यच्च पातव्यमपि नो चेत् तत्र उदकन्यूनता भवति शरीरे तेन आदीयते तथैव औषधिषु अपि वर्तते तेभ्योऽपि तेन रसः आदीयते आदत्ते रसान् इति आदित्यस्य एका दशा उच्यते एवं तु सर्वत्रापि आदित्यत्वं वर्तते सम्पूर्णेऽपि संवत्सरे एका तस्य दशा वर्तते स्थितिर्वर्तते आदत्ते भासं ज्योतिषाम् एतेन निर्वचनेन अत्र एतत् उच्यते यत् यान्यपि ज्योतींषि ज्योतींषि इति ज्योतिः पिण्डानि वर्तन्ते तेषां स्वकीयः अपि भाः भवति दीप्तिर्भवति एवं नास्ति केवलं सूर्येणैव सर्वेषामपि प्रकाशः भवति सर्वेषां प्रकाशः प्रकाशनं वा सूर्येणैव भवति तथा नास्ति अपि तु स्वकीयः अपि प्रकाशः तेषां दीप्तिः वर्तते इति. परम् आगते सूर्ये तेषां दीप्तिः तत्र लुप्ता इव भवति. आदत्ते भासं ज्योतिषाम्, अन्येषां ज्योतिषां ज्योतिःपिण्डानां या भाः वर्तते, दीप्तिर्वर्तते, ताम् आदत्ते. असौ अत एव तत्र आगच्छति न. एकमुदाहरणमागतमासीत् व्याकरणेऽपि, क्व दिवा भृशा भवन्ति भृशादिभ्यः भूव्यचुवेलोपस्य हलः. तत्र प्रत्युदाहरणत्वेन वर्तते क्व दिवा भृशा भवन्ति, ये दिवा भृशा भवन्ति ते न ये रात्रौ भृशा भवन्ति, ये रात्रौ भृशा भवन्ति ते दिवा क्व भवन्ति, दिवा क्व गच्छन्ति. चेत् आदत्ते भासं ज्योतिषां, सर्वेषामपि ज्योतिषाम् असौ भासं दीप्तिम् आदत्ते गृह्णाति, निर्दीप्तिं करोति. आदित्यो भासा इति वा, स्वयं हि असौ आदित्यः भवति भासा प्रकाशेन, आदित्यो भवति. चेदत्र भाः अन्यस्य वर्तते अथवा तस्यैव वर्तते? आदित्यः भासा इति वा, असौ भासा आदित्यः वर्तते. नहीं, तत्र तु ज्योतिषां भासम् इति तु पूर्वं वर्तते. आदत्ते भासं ज्योतिषाम् इति द्वितीयं निर्वचनमासीत्. तृतीयं वर्तते आदित्यः भासा, भासा इति दीप्त्या, सः आदित्यः प्रकाशितो वर्तते. चेत् अत्र भाः स्वकीया भवेत् अथवा अन्यदीया भवेत्? अन्यद्यापि भवितुम् अर्हति. ईश्वरस्य तु स्वीक्रियते एव, तत्र तत्र तस्यैव भाषा सर्वमिदं विभाति इति तत्र उच्यते न उपनिषदि. तस्यैव भाषा सर्वमिदं विभाति, यत्किमपि एतद् विभाति तत् सर्वमपि तस्य ईश्वरस्यैव भाषा प्रकाशेन भासते इति, दीप्तो भवति इति. कारणं तत्र वर्तते न, कारणत्वेन न एवमस्ति. सूर्यस्य भाषा एषा तु न भविष्यति, एषा तु स्थूला भा वर्तते, कारणत्वेन तत्र गीयेत. विद्यायामपि वर्तते, ज्ञानेऽपि वर्तते, सर्वत्रापि वर्तते. निमित्तं स्वभविष्यति, यथा अत्र शरीरे आत्मनि तिष्ठत्येव इन्द्रियाणि कार्यं कर्तुं क्षमानि भवन्ति. चक्षुः दर्शने, श्रोत्रं च श्रवणे, अथवा यत्किमपि इन्द्रियं वर्तते तत्तत् स्वस्वकार्यकरणे क्षमो भवति, तथैव तत्रापि स्यात्. अर्थात् यतोहि तत्र भाः वर्तते अत एव असौ दीप्तो भवति, प्रकाशितो भवति अथवा ज्ञातो भवति. यदि भा न भवेत् चेत् तस्यापि ज्ञानं कथं भवेत्? गुणः तत्र भा वर्तते, गुणि च तत्र आदित्यः वर्तते. एवमुच्येत. यथा मन्ये दशहरी आम्रम् एकं वर्तते चेत् मधुरत्वेन असौ तद् अधः दीप्तं भवति. अरे दशहरी लेहा न भाई इति उच्यते. यतोहि गुणः अत्र प्राप्तः अस्ति, तेन गुणेन असौ उच्यते तथा, तथैव अत्रापि उच्यते. अदितेः पुत्र इति वा, यतोहि असौ अदितेः पुत्रः वर्तते. अदितिरिति अक्षीणा शक्तिः उच्येत, यतोहि तत्र अक्षीणता वर्तते, अतः असौ आदित्यः इति उच्यते. उत्तर इति उत्तरावस्था इति अल्प प्रयोगम तस्य एतत् आर्चाभ्याम नये सूक्तम् ऋचाभः एकः आचार्यः पुरस्ताद् आसीत् तेन प्रोक्तः आम्नायः सः आचाभ्याम नायः इति उच्यते चेत् तस्मिन् तत्र उच्यते अल्पप्रयोगं तस्य अल्पप्रयोगाः मन्त्राः सन्ति तत्र आचाभ्याम नाये सूक्तम् सूक्तत्वेन तत्र विभागः स्यात् सूक्तभाग कस्यचित् सूक्तस्य भाग अर्थात् सेवकः तत्र कस्यचित् सूक्तस्य सम्पूर्णत्वेन देवता सम्पूर्णत्वेन देवता सूक्तं भजते इति सूक्तभाग सूर्यम् आदितेयम् आदितेः पुत्रम् एवम् अन्यासामपि देवतानां सूर्यशब्देनैव आदितेयम् आदितेयमिति आदितेः पुत्रम् चेत् तेन रूपेण अन्यासामपि देवतानाम् आदित्यप्रवादाः स्तुतयो भवन्ति आदित्यशब्देन अन्येषामपि देवतानां तत्र स्तुतयः भवन्ति तद्यथा एतन्मित्रस्य आदित्यशब्देन मित्रस्य स्तुतिः आदित्यशब्देन वरुणस्य अर्यमणः दक्षस्य भगस्य अंशस्य इति तथापि मित्रावरुणयोः आदित्यशब्देन मित्रावरुणयोः स्तुतिः प्रस्तूयते आदित्या दानुनस्पति तौ मित्रावरुणौ अत्र आदित्यशब्देन उच्यते त एव दानुनः पति दानुनः पति दानस्य पति दानस्य स्वामिनौ स्तः इति अथापि मित्रस्य एकस्य केवलम् एकस्य मित्रस्य कृतेऽपि आदित्यशब्देन स्तुतिरुच्यते प्र स मित्रमर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन इत्यपि निगमो भवति स मित्रः मर्तः स एव अस्तु प्रयस्वान् प्रकृष्टकर्मवान् त आदित्य शिक्षति शिक्षति इति ददाति शिक्षधातुरत्र ददात्यर्थे वर्तते व्रतेन इति कर्मण इत्यपि निगमो भवति अथापि वर्णस्य एकस्य वर्णस्यापि यथा वयम् आदित्यव्रते आदित्यस्य यत् कर्म वर्तते तत्र व्रते तव वर्ण व्रतमिति कर्म नाम व्रतशब्देन कर्म उच्यते चेत् कश्चित् व्रती वर्तते चेत् कर्मशीलः व्रती इति उच्येत न तु निष्कर्मः व्रती इति उच्येत व्रतमिति कर्म नाम कर्म व्रतमिति कर्म नाम निवृत्तिकर्म तु नेष्यति वारयतीति सतः व्रतमिति कर्म नाम वारयतीति सतः अत्र अथवा वृणोति इति पाठस्य अत्र किमपि स्खलनं वर्तते यथा तु दुर्गं तदृच्यते न व्रतमिति कर्म नाम वृणोति इति एवं कर्तरि कारके सतो वृणोतेः तद्धि कर्म शुभम् अशुभं वा कृतं सत् आवृणोति कर्तारं शुभं वा क्रियते अशुभं वा क्रियते चेत् तत्र तेन कर्मणा आवृते असौ कर्ता एवं पाठः वर्तते तत्र अत्र पाठभेदः निवृत्तिकर्म इति तु वृणोति इति सतः इति अत्र स्यात् इदमपि इतरत् व्रतमेतस्मादेव इदं यत् अन्यत् व्रतम् उच्यते यमनियमादिकं तदपि एतस्मादेव एतेन हि असौ व्रियते वृणोतीति सतः अन्नमपि व्रतम् उच्यते तत्र दीक्षादौ विशिष्टम् अन्नं गृह्यते यवागुव्रतः इति वा आमिक्षाव्रतः चेत् आमिक्षाव्रतमिति अन्नं यस्य सः आमिक्षाव्रतः यवागुः व्रतम् अर्थात् अन्नं यस्य सः यवागुव्रतः तथा तत्र उच्यते चेत् ततो व्रतं ततो अन्नमपि व्रतम् उच्यते इति उच्यते यद् आवृणोति शरीरम् अन्नेन हि शरीरम् आव्रियते पूर्णं क्रियते अतः शरीरस्य कृते यद् हित्कारी वर्तते तत् अन्नमपि व्रतम् इति उच्यते अत्र अत्र पाठे कश्चित् भेदः स्यात् हा किमस्ति अत्र पाठभेदः इदमपि इतर तु वृतम् एतस्मादेव निवृत्तिकर्म अत्र वर्तते निवृत्तिकर्मशब्दः पाठस्य तत्र शैथिल्यमेव भवति दुर्गपाठः तत्र द्रष्टव्यः दुर्गवृत्तेः अन्तिमः यः अनुच्छेदः वर्तते तत्र व्याख्यातं वर्तते सप्तत्युत्तरशततमे पृष्ठे अन्तिमे अनुच्छेदे पाठः तत्र विमृष्टव्यः निवृत्तिकर्म इति तत्र उच्यते अग्रे पश्चाच्च पाठभेदः तत्र वर्तते किञ्चित् अस्तु चेत् अग्रे स्वरादित्यो भवति इति अग्रे आगमिष्यति आदित्यस्य विषये एव श्वः तत्र चलामः समाप्तिर्भवेत् भूतं च भव्यं च सर्वं यश्चाधिष्ठति सर्वस्य च केवलम् अस्मै ज्येष्ठाय ब्रह्मणि भूनोऽवतु सह नौ भुनक्तु सह वीर्यं करवाहै तेजस्विनावधीतमस्तु मा विद्विषा